नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रातिपदिकत्वम् इति पाठः प्रवर्तमानः अस्ति. तत्र परिशिष्टम् इति भागः तस्मात् आरभ्य अद्य पठामः. अर्थवतधातुप्रत्ययः प्रातिपदिकम्, अनन्तरं कृत्तदितसमासाश्च, अनयोः कः सम्बन्धः, निषेधात्मकसूत्रमस्ति वा, किं संज्ञासूत्रं, संज्ञासूत्रे निषेधकम् अपि सूचितं वा इत्यस्मिन् विषये तत् परिशिष्टमस्ति. तस्मात् पठामः. रघुपतिमहोदय पठति वा? आं भगिनि, एकं परिशिष्टम् आलोचनक्रमे मनसि प्रश्नः उदेति यत् अर्थवत्तधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन कीदृशकार्यं विधीयते, अपि च अर्थवत्तधातु अप्रत्ययः प्रातिपदिकं कृत्तद्यसमासाश्च इति सूत्रयोः कीदृशसम्बन्धः इति. प्रथमतया अर्थवत्तधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रं स्वीकुर्मः. प्रश्नः अस्ति यत् अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत् सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते, नाम अत्र निषेधः भवति न वा इति प्रश्नः. अत्र प्रथमतया अर्थवत् अधातुरप्रत्ययः प्रातिपदिकम् इत्यनेन केवलं प्रातिपदसंज्ञा विधीयते, प्रातिपदसंज्ञा भवति वा, अथवा एतत् संज्ञासूत्रं वा, अथवा निषेध प्रातिप कस्य प्रातिपदिकसंज्ञा न भवति इति सूच्यते वा इति प्रश्नः भवति, निषेधः वा इति. केषाञ्चित् मनसि यत् अत्र केवलं प्रातिपदिकसंज्ञा ग्रहणस्य विषयः, नाम प्राप्तिः, न तु निषेधः इति. एवं भवति चेत् अर्थवान् किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तश्च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति. परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. अस्तु अस्तु, अत्र अर्थवत् धातु अप्रत्ययः प्रातिपदिकम् इत्यनेन निषेधस्य सूचना नास्ति अस्मिन्, केवलं नाम अस्ति, नामप्राप्तिः अस्ति. अर्थवान् शब्दः किन्तु धातुः नास्ति, प्रत्ययः नास्ति, अथवा प्रत्ययान्तः नास्ति चेत् तस्य प्रातिपदिकसंज्ञा भवति इति. यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तशब्दः तस्य निषेधत्वं भवति वा इति प्रश्ने सति पृष्टे सति इति नास्ति इति वदति. तथा इति वा इति प्रश्नः, इति वा इति संशयः तत्र. यत्र धातुः अस्ति, प्रत्ययः वा प्रत्ययान्तः वा अस्ति चेत् तत्र प्रातिपदिकसंज्ञा निषिध्यते इति किमपि न उक्तं सूत्रे. अर्थवान् भवतु, अप्रत्ययः, अधातु, अप्रत्ययान्तः इत्येव उक्तं. तत्र निषेधः इति किमपि न उक्तम्. अत्र संशयः किं भवति इति. अग्रे महोदय. अग्रे तथा अस्ति चेत् अस्मिन् सूत्रे शक्तिः न स्यात्. प्राप्तिरस्ति, प्राप्तिरपि अस्ति, निषेधः अपि अस्ति. अस्तु, एवं नास्ति यत् धातोः प्रातिपदिकसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न. तथैव एवं नास्ति यत् प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न. अथवा प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न. त्रिभिरपि प्रातिपदिकसंज्ञा त्रिभिरपि प्रातिपदिकसंज्ञा निषिध्यते. अधातुः इत्यस्य कथनेन परिरासः इति प्रतिषेधः. तथैव अप्रत्ययः अप्रत्ययान्तः अपि. अनेन शक्तिः आगच्छति यत् धातुः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्ययान्तः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति. केवलं धातुभिन्नस्य, प्रत्ययभिन्नस्य, प्रत्ययान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति इति. अत्र तादृशप्रश्नः अस्ति, एतत् केवलं निषेधः अस्ति वा इति अप्रत्ययस्य अथवा धातोः निषेधः अस्ति वा इति अत्र दत्तमस्ति. अस्मिन् सूत्रे शक्तिद्वयमपि अस्ति, प्राप्त्यपि निषेधः अपि अस्ति, कस्य भवति कस्य न भवति इति. एवं नास्ति चेत् धातोः प्रातिपदिकसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न. तथैव एवं नास्ति यत् प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न. किमस्ति भगिन्यां न तत्र यदा तत्र प्राप्तिः अस्ति निषेधः अपि अस्ति इति उक्तं किल, अतः तत्र यद् नास्ति एवं नास्ति चेत् इत्युक्ते निषेधः नास्ति चेत् धातोः प्रातिपदिकसंज्ञा तु अवश्यं भवति, परन्तु अनेन सूत्रेण न भवति. अग्रिमसूत्रं कृत्तदितसमासाश्च इत्यनेन भवति किल, कर्तितान्तस्य कृदन्तस्य प्रत्ययान्तस्य भवति, अनेन सूत्रेण न भवति. द्वयमपि अस्ति, तस्य शक्तिः अस्ति. किमपि सूत्रेण न न अनेन सूत्रेण न भवति तावदेव. अग्रिमसूत्र किमपि सूत्रेण प्रत्ययान्तः प्रत्ययः इति प्रातिपदिकसंज्ञा भवितुं न अर्हति इति अहं न न अथवा ओ न न न एवं नास्ति यत् तत्र वितिन् कोट्स् इति अस्ति किल, धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न, अनेन सूत्रेण न भवति. तदेव अस्ति किल, प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न भवति. प्रत्ययान्तः प्रातिपदिकसंज्ञा कृत्तद्विधसमासाश्च अपि इति भवितुं न अर्हति भगिनि. अङ्गमेव कृत्तद्वित यस्य अन्ते कृत् प्रत्ययः वा तद्धितप्रत्ययः वा अथवा समासान्तप्रत्ययः वा अस्ति चेत् देन् इट् इस् प्रातिपदिकम् इति भवति. प्रातिप्रत्ययान्तः नास्ति, प्रत्ययान्तः प्रातिपदिकसंज्ञा भवितुम् प्रत्ययान्तः इत्युक्ते प्रत्ययान्तः प्रत्ययान्तः इति ओ द होल् शब्द यस्य अन्ते प्रत्ययः यस्य अन्ते पट प्रत्ययः अदातु अप्रत्ययः अप्रत्ययान्तः अप्रत्ययः प्रत्ययः प्रातिपदिकसंज्ञा भवितुं न अर्हति. प्रत्ययः एव भवितुं प्रातिपदिकसंज्ञा भवितुं न अर्हति भगिनि. आं सत्यमेव, अनेन सूत्रेण न भवति तदेव. इदानीं वयं वदामः अग्रिमसूत्रेण कृत्तद्वितसमासाश्च इत्यनेन भवति इति, परन्तु अनेन सूत्रेण अर्थवत् अधातुर् अप्रत्ययप्रातिपदिकम् अनेन सूत्रेण धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न, अनेन सूत्रेण न भवति. इफ् देर् इस् अनदर् सूत्र वी डु नाट् नो नौ तदेव. अनेन सूत्रेण न भवति, परन्तु तस्य भवितुम् अर्हति इत्येव. कदापि न भवति इति अस्य अस्मिन् सूत्रे न उक्तं किल, कदापि अधातोः धातोः वा प्रत्ययः वा प्रत्ययान्तः तस्य कदापि इति न उक्तम्. अनेन सूत्रेण न भवति तावदेव. महोदय अग्रे. हा अधातु इति इत्यस्य कथनेन पर्युदात इति प्रतिषेधः न तथैव अप्रत्ययः अप्रत्ययान्तः अपि अनेन शक्तिः आगच्छति. यद् धातु अस्ति चेत् प्रातिपदिकसंज्ञा न भवति इति परिदासप्रतिषेधः तदेव अस्मिन् करपत्रे तस्मिन्नेव विषये उक्तमस्ति पूर्णतया. तदेव आगच्छति. अर्थवत् अधातुरप्रत्ययः प्रातिपदिकम् इति प्रथमाध्यायस्य द्वितीयपादस्य पञ्चचत्वारिंशत्तमं सूत्रम्. अनेन सूत्रेण यस्य प्रातिपदसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवेत् तस्य निषेधः. न्यै इत्यनेन त्रयाणां व्यावृत्तिः अस्ति. अस्तु, अयं निषेधार्थः प्रतीतः गम्यः इति. अधातुरप्रत्यये इति शब्दे निहितमस्ति शब्दस्य अर्थशक्त्या अयं बोधः जायते. नञ् इत्यनेन त्रयाणां व्यावृत्तिः अस्ति, निषेधार्थः प्रतीतः गम्यः इति वा, तत्र त्रयः वा गम्यः इत्युक्ते स्वयं वयम् अवगन्तुं शक्नुमः. निषेधार्थः प्रतीतः गम्यः प्रतीतः अप्रत्यय इत्यनेन आप्तुर इति शब्दे निहितमस्ति शब्दस्य अर्थशक्त्या अयं बोधः जायते. एते त्रयः अपि धातुः प्रत्ययः अप्रत्ययान्तः अर्थवन्तः, परन्तु धातोः प्रातिपदसंज्ञा वति चेत् परन्तु धातोः प्रातिपदसंज्ञा भवति चेत् भवति इति चेत् समस्या जायते. हन् धातोः लङ्लकारे प्रथमपुरुषे एकवचने अहन् इति रूपस्य नकारलोपः भविष्यति नलोपप्रातिपदिकान्तस्य इत्यनेन सूत्रेण. प्रत्ययः अपि अर्थवान्, अतः तस्य प्रातिपदिकसंज्ञा निषेधः आवश्यकः. प्रत्ययः चतुर्विधाः, सुप् तिङ्कृत् तदित च. प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत् सुबन्तेभ्यः तिगन्तेभ्यश्च सुप्रत्ययविधीनाम् सुप्रत्ययविधानम् आरप्स्यते. अतः अस्य सर्वस्य निवारणार्थं स्पष्टीकरणार्थं च येषां त्रयाणां प्रातिपदसंज्ञा निषेधः भवति. अर्थवत् अधातु अप्रत्ययप्रातिपद इति सूत्रेण संज्ञाप्राप्तिरपि अस्ति, संज्ञानिषेधः अपि अस्ति. नञ् इत्यस्य कथनेन निषेधः, स च निषेधः द्विविधः अग्रे उच्यते इति अस्ति. अस्तु, धातु प्रत्ययान्तः ये अर्थवन्तः शब्दाः परन्तु धातुः प्रसंज्ञा भवति चेत् समस्या जायते. किमर्थम् इति चेत् तत्र सुप्रत्ययः तिगन्तेभ्यः अपि भवितुमर्हति इति अस्ति. प्रत्ययः चतुर्विधाः, सुप् तिङ् कृत् तद्विता च. परन्तु तिङ् इत्यस्य तत्र निषेधः तत्र भवितव्यम् अस्ति, तस्य निषेधः भवितुमस्ति. अतः सर्वस्य निवारणार्थं त्रयाणां प्रातिपदिकसंज्ञा निषेधः भवति. अस्तु अस्तु, यदि सुप् केवलं कृत् अस्ति चेत् अधीत अस्ति चेत् किमपि क्लेशः न भवति स्म, परन्तु तिङ् अपि भवति, अतः स्पष्टीकरणार्थं तस्य निषेधः सर्वेषां तत्र प्रत्ययान्तानां निषेधः अस्ति वा. अर्थवत् धातु अप्रत्ययः इति सूत्रेण संज्ञाप्राप्तिः अस्ति, अथवा निषेधः अपि अस्ति. अस्तु, निषेधः द्विविधः इति अस्ति उक्तमस्ति. हन् धातुः उदाहरणम् अवगतं वा? हन् धातु अहन् इति तत्र अहन् इति भवति खलु, अत्र प्रत्ययान्तः अस्ति खलु. न, अनेन सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति चेत् किं भवति? अत्र तत्र अहन् इत्यस्य तत्र सुप्रत्ययः विधीयते. न, तिङ् प्रत्ययः एव किल, लङ्लकारः. न, इदानीम् अहन् इति अस्ति, अस्तु तिङ् प्रत्ययः अस्ति. अस्तु अस्तु, इदानीम् अहन् इति तिङ् प्रत्ययः अस्ति, प्रत्ययान्तशब्दः अस्ति. अस्तु, प्रत्ययान्तशब्दः अस्ति, तर्हि तर्हि किं भवति तत्र? न न, यदा हैपोथेटिकलि इति वदामः किल, यदा अनेन सूत्रेण अर्थवत् अधातुरप्रत्ययप्रातिपदिकम् इत्यनेन तस्य अहन् इत्यस्य प्रातिपदिकसंज्ञा विधीयते चेत् अहन् इति तिङन्तपदं प्रत्ययान्तमस्ति, प्रत्ययान्तानामपि प्रातिपदिकसंज्ञा भवति चेत् किं भवति? तत्र किं भवति? अहन् इत्यस्य नकारः लोपः भवति स्म. केन सूत्रेण? न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः भवति स्म किल. तदेव तदेव वदति, तत्र नकारलोपः भवति स्म, परन्तु तादृशं न भवति. तद् वयं जानीमः, यदा भवति चेत् यत्र यत्र नकारः अन्ते अस्ति, प्रत्ययान्तनकारः अस्ति, तस्य सर्वत्र न लोपः प्रातिपदिकान्तस्य इत्यनेन तस्य नकारस्य लोपः भवति. तत्तु न इष्टम्, अतः एव निषेधः अस्मिन् सूत्रे उच्यते. अवगतं किल महोदय? समीचीनं, धन्यवादः. भगिनी अग्रे पठति वा उषा भगिनी? एवं दट्स् वाट् वि फिनिश् प्रत्ययान्तानां अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा निषेधः भवति इति कारणतः एव कृत्तद्धितसमासाश्च इत्यस्य आवश्यकता अस्ति. अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा निषेधः सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्धितानां च. तदा कृदन्तानां तद्धितानां प्रातिपदिकसंज्ञासाधनार्थम् अपवादभूतसूत्रं कृत्तद्धितसमासाश्च दीयते. अनेन फलितार्थः भवति यत् सुबन्तात्, तिङन्तात् च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति. अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन यदि प्रत्ययान्तनिषेधः न स्यात् तर्हि एतादृशः अर्थः स्पष्टतया न जायेत. ओके, अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा अपि च निषेधः इति भवति. तत्कारणात् कृत्तद्धितसमासाश्च इत्यस्य सूत्रस्य अपवादरूपं भूत्वा अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रस्य अपवादं भूत्वा कृत्तद्धितसमासाश्च इत्यस्य सूत्रस्य आवश्यकता अस्ति. वयं दृष्टवन्तः सुबन्तः प्रत्ययः चतुर्विधानां, सुबन्तः, तिङन्तः, कृदन्तः, तद्धितान्तानाम् इति प्रत्ययः चतुर्विधः भवति. कृत्तद्धितसमासाश्च इति सूत्रेण सुबन्त, तिङन्त प्रत्ययः except that vina vihaya vina subantaha tingantaha vihaya kritantaha taditantaha and samasantaha samasanta okay taditanta is also samasanta okay so subantaha tingantaha vihaya kritantaha taditantaha iti pratyayah kritatida samasascha iti sutrena प्रातिपदिकसंज्ञा भवितुम् अर्हति इति कृत्तद्धितसमासाश्च इति सूत्रं वदति. फलितार्थः तथैव फलितार्थः अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन यदि प्रत्ययान्तनिषेधः न स्यात् तर्हि एतादृशः अर्थः स्पष्टतया न जायते. यदा वयम् अत्र निषेधः न कुर्मः तत्र अनेन सूत्रेण एव सर्वेषां प्रातिपदिकसंज्ञा भवति किल, कृत्तद्वितसमासाश्च इत्यस्य आवश्यकता एव न भवति. तस्य आवश्यकता किमर्थम् इत्युक्ते अनेन सूत्रेण तस्य निषेधः अस्ति अधातु अप्रत्यय प्रत्ययान्तानां. अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रं प्रातिपदिकसंज्ञा विधीयते अपि च निषेधः अपि विधीयते. निषेधः अपि करोति. आम् सत्यं. कृत्तद्वितसमासाश्च तस्य वारणार्थम्. आम् भगिनि. तत्र समासस्य तु सुबन्तः एव किल, सुबन्तप्रत्ययः. समीचीनम्. अग्रे भगिनि. अधुना नञ् नञ् इत्यस्य कथनेन द्विविधप्रतिषेधः भवति, पर्युदासः च प्रसज्य च. अधादुः अधादुः अप्रत्ययः अप्रत्ययान्तः इति एतादृशनिषेधः पर्युदासः इत्युच्यते. अधातुः इत्यस्य कथनेन नञ् इत्यस्य इङ्गितम् अस्ति. ओके. अधातुः इत्यस्य कथनेन नञ् इत्यस्य इङ्गितम् अस्ति पर्युदास. ओके. पर्युदासप्रतिषेध. ओके. अग्रे आगच्छति तस्मिन् विषये. आते च उपदेशे अशिति इत्यस्मिन् सूत्रे यत् नञ् भवति तत् प्रसज्यप्रतिषेधः. ओ, अशिति. ओके. अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेश अवस्थायाम् एजन्तधातोः आत्वादेशः अशितिप्रत्यये परे इत्यस्य कथनेन पर्युदासनिषेधः भवति, प्रतिषेधः पर्युदासप्रतिषेधः भवति. आं भगिनि. अशितिप्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. यदि वदामः यत् उपदेश अवस्थायाम् एजन्तधातोः आत्वादेशः शितिप्रत्यये परे न भवति तदा प्रसज्यप्रतिषेधः ओके. अशिति इति प्रसज्यप्रतिषेधः. उपदेश अवस्थायाम् एजन्तधातोः आत्मादेशः इति पर्युदास. न न, पर्युदास प्रतिषेधः एव पूर्णतया पठतु. ओके. ओके. अशितिप्रत्यये परे इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः षित् नास्ति. ओके. नाम कश्चन प्रत्ययः अपेक्षितः, स च प्रत्ययः षित् न भवेत्. ओके. परः षित् प्रत्ययः नास्ति, शून्यम् अस्ति, तर्हि एजन्तस्य आत्मं न भवति. यङ् लुकि गै धातुतः यङ् लुक् भवति. अस्यां दशायाम् अशित् प्रत्ययः परः अस्ति, परः नास्ति. यङ् लुकि गै धातुतः यङ् लुक् भवति. अस्यां दशायाम् अशित् प्रत्ययः परः नास्ति, अतः आत्मं न भविष्यति. प्रत्ययः भवेत् न स्यात् तदा कार्यं जायते. प्रत्ययः भवेत् षित् न स्यात् तदा कार्यं जायते इति चेत् समस्या यतोहि यङ्लुकी प्रत्ययः एव नास्ति, अतः आत्मं न भविष्यति. किन्तु आत्मम् अपेक्षितम्, अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः. ओ, ऐसि. आते च उपदेशे अशिति इति सूत्रस्य प्रसज्यप्रतिषेधः सूच्यते. प्रसज्यप्रतिषेधः सूत्रं वदति अशितिप्रत्यये परे अस्ति चेत् उपदेशे एजन्तधातोः आत्मं भवति इति. शितिप्रत्यये परे न भवति. यङ्ग् लुकि, यङ्ग् लुकि गै धातुतः यङ्ग् लुक् भवति. ओके, न न, तस्मात् पूर्वं वदतु भगिनी, अनन्तरं क्रमेण गच्छतु. अशिति प्रत्यये परे इत्यस्य कथनेन किं भवति? अशिति, अशिति प्रत्यये परे इत्यस्य कथनेन पर्युदास, पर्युदासप्रतिषेधः भवति. ओके, बट् आते च उपदेशे इति सूत्रं, द होल् निषेध इस् प्रसज्यप्रतिषेध. परन्तु तत्र एकम् एकं भागं स्वीकृत्य केवलम् अशिति प्रत्यये परे इति वदामः चेत् पर्युदासः, पर्युदासप्रतिषेधः भवति. यदि वदामः यत् उपदेश अवस्थायाम् एजन्तधातोः आत्मादेशः शितिप्रत्यये परे न भवति, तदा प्रसज्यप्रतिषेधः, शितिप्रत्यये परे न भवति इति प्रसज्यप्रतिषेधः, प्रसज्यप्रतिषेधः. ओ, अशितिप्रत्यये परे इति पर्युदासः. शितिप्रत्यये परे न भवति इति प्रसज्यप्रतिषेधः. अशितिप्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः. ओके, ऐ अण्डर्स्टाण्ड् द सूत्र, बट् दिस् टेक्स् सम् टैम्. शितिप्रत्यये परे न भवति, शितिप्रत्यये परे न भवति इति सूत्रस्य न न समान अर्थम् एव अस्ति, परन्तु तत्र कथनस्य द्विविधम् अस्ति. यदा अहं वदामि अशिति प्रत्यये परे किमपि कार्यं न भवति इति वदामि चेत् तत्र पर्युदासप्रतिषेधः अस्तु. यदा अहं वदामि तत्र प्रथमं विधि, उपदेश अवस्थायाम् एजन्तधातोः आत्वादेशः इति विधि, तद् वदामि, अनन्तरं निषेधं करोमि शिति प्रत्यये परे, परन्तु तत्र प्रसज्य प्रतिषेधः. द्विविधं, सूत्रं समानं, कार्यं समानं, परन्तु कथनस्य तत्र द्विविधः. इदानीं पुनः पठतु अशिति प्रत्यये परे. यदा अहम् अशिति प्रत्यये परे इति वदामि चेत् किं भवति? ओके, अशिति प्रत्यये परे इत्यस्य अर्थः, अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः षित् नास्ति, नाम कश्चन प्रत्ययः अपेक्षितः, स च प्रत्ययः षित् न भवेत्. ओके, कश्चन प्रत्ययः अपेक्षितः, स च प्रत्ययः षित् न भवेत् इत्येव अशितिप्रत्यये परे इत्यनेन अर्थः. प्रश्चय प्रत्ययः अपेक्षितः, स च प्रत्ययः षित् न भवेत् इति अशितिप्रत्यये परे इत्यस्य कथनेन अर्थं भवति. परन्तु प्रत्ययः आवश्यकः, तद् मनसि प्रत्ययः आवश्यकः, परन्तु प्रत्ययः षित् न भवेत्. अग्रिम, परः षित् प्रत्ययः नास्ति, शून्यम् अस्ति, शून्यम् अस्ति, तर्हि एजन्तस्य आत्वं न भवति. ओके, प्रत्ययः इति अवश्यं, प्रत्ययः एक्स्पेक्ट् इस् सर्टन्ली टु बि देर्, बट् ओके, शून्यम् अस्ति चेत् एजन्त, एजन्तधातोः आत्वं न भवति. ओ, दट्स् द एक्साम्पल् फार् यङ्ग् लुकि. ओके, यङ्ग् लुकि गै धातुतः यङ्ग् लुक् भवति. ओके, अस्यां दशायाम् अशित् प्रत्ययः परः नास्ति, अशित् प्रत्ययः परः नास्ति, अतः आत्वं न भविष्यति. ओके भगिनि, प्रत्ययः आवश्यकं यङ्ग् लुकि समये, यङ्ग् लुक् भवति तत्कारणात् शून्यमपि अस्ति, ततः प्रत्ययः नास्ति, तत्कारणात् आत्वं न भवति. ओके, इति प्रथम पर्युदासस्य उदाहरणम्. इदानीं प्रसज्यप्रतिषेधस्य प्रत्ययः, प्रत्ययः अपेक्षितः इति प्रत्ययः भवेत् षित् न स्यात्, षित् न स्यात्. ओके, ओके, प्रत्ययः भवेत् षित् न स्यात् तदा कार्यं जायते. ओके, इति चेत् समस्या, यतोहि यङ्लुकि प्रत्ययः एव नास्ति अतः आत्मं न भविष्यति. ओके, किन्तु आत्मम् अपेक्षितम्. ओ, किन्तु आत्मम् अपेक्षितम् अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः. ओ ओके, सो दिस् रूल् इस् हेस् टु बि डन्. सत्यं, गै गाब तदेव इष्टरूपं. गै इति धातुः, तत्र यङ् इति प्रत्ययः, यङ् अशित् प्रत्ययः, तस्य लुक् भवति. लुक् भवति चेत् शून्यमस्ति, परन्तु अस्माकं कृते तु आत्मम् आवश्यकम् आदेश उपदेशेशिति इत्यनेन गै घा इति भवति एव किल. कथं साधयामः? तत्र पर्युदासप्रतिषेधः नास्ति, प्रसज्यप्रतिषेधः अस्ति. कथम् अहं वदामि तत्र प्रसज्यप्रतिषेधः एव अस्ति, पर्युदासः नास्ति? यदा अशिति प्रत्यये परे इत्येव वदामि चेत् तत्र पर्युदासः. There should be a pratyaya which is ashit next to my dhatu. Then only the karya can be done. Ityukte tatra paryudasaha. Parantu prasajya pratishedaha. Ityukte tatra ekam vidhi, ekaha vidhihi. Upadesha avasthayam ejanta dhatuhu atvadeshaha. Shiti pratyaya pare na bhavati. Iti nishedaha api. Ityukte shiti pratyaya pare na bhavati. Ityukte lukkapi bhavitam arhati kila. यङ् इत्यस्य लुक् अपि तत्र शून्यमपि भवितुम् अर्हति, तदापि तस्य कार्यं भवति. यङ् लुक् भवति अनन्तरमेव आदेश उपदेश अशिति इत्यस्य कार्यम्. अतः तत्र तस्यापि निवारणम् अस्ति. यदा वयं प्रसज्यप्रतिषेधः इति स्वीकुर्मः चेत् तस्य निवारणम् अस्ति. प्रसज्यप्रतिषेधः इत्यस्य उदाहरणम् आदेश उपदेशेशिति, पर्युदासप्रतिषेधस्य उदाहरणम् अस्माकं तद् अर्थव ददातु अप्रत्यय प्रातिपदिका. ओके ओके ओके, इतोपि अग्रे पठतु भगिनि. अत्र अस्माकम् इष्टः अर्थः अस्ति यत् एजन्तदातूनाम् आत्मं भवति सदा एव. ओके, सदा दत्ति. ओके, आत्मं भवति शिति प्रत्यये परे न भवति. ओके, इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यम्. क्षम्यताम्. इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यम्. एकः विधिः यस्य किमपि नियमनं नास्ति तदा पृथक्तया तस्य निषेधः. ओके, एवं वदामः चेत् प्रत्ययः नास्ति चेत् अपि आत्मं भवति. अतः यङ् लुकि एजन्तानाम् आत्मम्. ओके, एजन्तधातूनाम् आत्मं भवति सदा एव. ओके, शिति प्रत्यये परे न भवति. दट्स् ओके, अते च उपदेशे अशिति. ओके, इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यम्. एकः विधिः यस्य किमपि नियमनं नास्ति तथा पृथक्तया तस्य निषेधः. यस्य किमपि नियमनं नास्ति तथा पृथक्तया तस्य निषेधः. एवं वदामः चेत् प्रत्ययः नास्ति चेदपि आत्मं भवति. Okay, I understand but I cannot. विधिः नियमनं नास्ति इत्युक्ते तत्र किमपि सीमा नास्ति, ओपन् ग्रौण्ड् अस्ति. प्रथमम् एजन्तदातूनाम् आत्मं भवति इत्येव, तत्र कुत्र भवति तत्र किमपि रेस्ट्रिक्षन् नास्ति, नियमनं नास्ति. अनन्तरं तत्र निषेधः तत्र योज्यते, तदा यदा अशिति न भवति इति. तत्र अत्र अथवा इत्युक्ते तत्र प्रसज्यप्रतिषेधः इत्युक्ते तत्र विधिः अवश्यं भवेत् यत्र नियमनं नास्ति, अनन्तरं निषेधः भवति. पर्युदासप्रतिषेधे तत्र प्रसज्यप्रतिषेधः इस् अ ओपन् ग्रौण्ड् इति, तस्य सब्सेट् अस्ति पर्युदासप्रतिषेधः. यत्र केवलं निषेधः एव वदति. तस्य उदाहरणम् अग्रे आगच्छति. सूत्रं पठतु भगिनि. आदेश उपदेशे आदेश उपदेशे अशिति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने. ओके, अलोन्तस्य इत्यनेन ओके. येच् इत्यनेन ए ऐ ओ औ शु शकारः इत् यस्य यस्य यस्य स षित् न षित् अषित्. तस्मिन् विषये अशिति नञ् तत्पुरुषः. आत् प्रथमान्तम्, एचः षष्ट्यन्तम्, उपदेशे सप्तमीयन्तम्, अशिति सप्तमीयन्तम्. अनेकपदमिदं सूत्रम्. लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम्. एचः धातोः आत् उपदेशे अशिति अनुवृत्तिसहितसूत्रम्. एचः धातोः आत् उपदेशे अशिति इति दत्तम्. आतेच उपदेशे इति सूत्रस्य विवरणम्. एचः धातोः इति धातोः इति विशेष्यं भवति. एचः इति विशेषणं भवति. तत्कारणात् येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः भवति. एजन्तधातोः इति अर्थः भवति. एजन्तधातोः आत् आत् भवति उपदेशे. उपदेशे उक्तायां धातोः यत्किमपि एजन्तधातोः आत्वं भवति. अशिति प्रत्यये परे इति दत्तं भगिनि. सम्यक्, तावदेव. समीचीनं. एतावत् अवगतं वा? आं भगिनि. अस्तु, धन्यवादः. अरुणा भगिनि, नमस्ते भगिनि. क्षम्यतां विलम्बेन. नास्ति, चिन्ता भगिनि. प्रसृज्य प्रतिषेधकृत् नै भवति. पर्युदासप्रतिषेधकृत नै भवति. अर्थवत् अधातु अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रे पर्युदासप्रतिषेधः अस्ति. अतः धातोः प्रत्ययस्य प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति. उदाहरणं रं युगघञ् रामशब्दः इति कृदन्तरूपम्. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यनेन रामशब्दस्य प्रातिपदिकसंज्ञा तदा कथितसमासश्च अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते. प्रयत्नं करोमि भगिनि. अधुना प्रसृज्य प्रतिषेध च पर्युदासप्रतिषेध कृतन्नै सम्बन्धविषयं दत्तम्. एकसूत्रम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण पर्युदासप्रतिषेधः पर्युदास इति चेत् न कार्यं भवति भगिनि. निषेधः, एकविधनिषेधः. एकनिषेधः ओके. अतः धातोः प्रत्ययस्य प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति. तत्कारणात् निषेधः अस्ति तत् प्रातिपदिकसंज्ञा न भवति पर्युदास रूपेण. परन्तु अत्र उदाहरणं कृत् प्रातिपदिकं दत्तं. राम योगाग्नाय राम इति शब्दः उत्पन्नं भवति. अत्र अर्थवत् अधातुः अप्रत्यय प्रातिपदिकम् इति सूत्रेण न प्रातिपदिकसंज्ञा भवति. परन्तु कृत् तद्धितसमासश्च इति अपवादभूतसूत्रेण एव प्रातिपदिकं. किमर्थमिति चेत् अत्र रं योगायम् इति कि किमर्थमत्र न भवति भगिनि? तत्र प्रत्ययान्तमस्ति, घञ् इति प्रत्ययः अस्ति, रमा रम् इति धातुः, घञ् इति प्रत्ययः, कृदन्त कृत् प्रत्ययः, कृत् प्रत्ययः यदा योजयामः तत्र राम इति यत् शब्दः जायते तत्तु प्रत्ययान्तः, प्रत्ययान्तस्य तु अर्थवत् धातुरप्रत्ययप्रातिपदिकम् इत्यनेन न भवति, प्रत्ययान्तस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण न भवति। अग्रिमसूत्रम् अस्ति तत्र, परन्तु रामशब्दः, राम इति शब्दः प्रातिपदिकसंज्ञा तु अस्ति एव, वयं जानीमः, कथं साध्यते इत्युक्ते कृत्तदितसमासाश्च इति अपवाद अग्रिमसूत्रं यद् अपवादभूतसूत्रम् अस्ति तेन तस्य प्रातिपदिकसंज्ञा भवति। अत्र राम गै रामशब्दः अत्र प्रत्ययान्तः अस्ति, ततः अर्थवत् अधातु अप्रत्ययः प्रातिपदिकं सूत्रेण न भवति, किमर्थं स प्रत्ययान्तरूपम् अस्ति, परन्तु समासः प्रातिपदिकसंज्ञा जायते अपवादसूत्रद्वारा, कृतसमासश्च सूत्रेण एव प्रातिपदिकसंज्ञा जायते। अवगतम्? अग्रे भगिनि, महाभाष्ये प्रसिद्धप्रतिषेधस्य दृष्टान्तौ दीयते, दीयते कोऽपि वदति अब्रह्मणम् आनयः, आनय यः ब्राह्मणम्, अब्राह्मणम् आनय यः ब्राह्मणः नास्ति तम् आनयतु, तदा अस्य श्रवणेन अन्यः काञ्चित् मृत्तिकाम् आनीतवान्, श्रवणेन अन्यः काञ्चित् मृत्तिकाम् आनीतवान्, उक्तवान् च इयं ब्राह्मणो नास्ति, अनेन चिन्त्यते चेत् अनेन चिन्त्यते चेत् बिडालः कुक्कुरः यं कपि आनेतुं शक्यते, यः ब्राह्मणः न स्यात् परन्तु यः प्रार्थनाम् अकरोत् तस्य आशयः एवम् आसीत् यत् यात् एकः मनुष्यः आनतेव्यः, तद्भिन्नत्वे सति तत् तद्गतभूयोर्धर्मवृत्तत्वम्, यः ब्राह्मणः न स्यात् किन्तु ब्राह्मणसदृशः, सादृश्यम् अपेक्षितम् अब्राह्मणम् आनय इत्यनेन कथनेन यः आनयते सः मनुष्यः भवेत्, एवमेव अशितिप्रत्ययपरे इत्यस्य कथनेन यः परः अस्ति सः प्रत्ययः भवेत्, अशित् इत्युक्तौ षित् भिन्नः प्रत्ययः, पद्युदासर् सार्थं सादृश्यम् अपेक्षितम्। उदाहरणं क्लास् तु क्लिष्टमस्ति भगिनि, सूत्रं सरलमस्ति, महाभाष्यमस्ति किल, जटिलमेव भवति, महाभाष्यकार्यं वदति उदाहरणं सद्यपदशेदस्य दृष्टान्तम् अब्राह्मणम् आनय, अत्र कोऽपि तत् श्रुत्वा एकः एकः पुरुषः मृत्तिकाम् आनीतवान्, मनुष्यः न केवलं जडवस्तु एव आनीतवान्, अनेन चिन्त्य चेत् अत्र बिडालः नाम गतम्, अत्र ब्राह्मणाम् तदपि मृत्तिकाम् आनीतवान् तदपि साधु एव किल, अनेन तादृशं वयं चिन्तयामः चेत् मृत्तिकां ब्राह्मणः नास्ति अतः अहम् आनीतवान् इति सः वदति चेत् तत्र बिडालः कुक्कुरः सिंहः इति किमपि आनेतुं शक्यते किल, तदपि ब्राह्मणः नास्ति, परन्तु यः प्रार्थनाम् अकरोत् तस्य आशयः एवमासीत् यात् एकः मनुष्यः, यत् एकः मनुष्यः आनेतव्यः. अत्र प्रथमं प्रधानम् अब्राह्मणो आनय, अत्र एकः मनुष्यः आनेतव्यमिति अर्थः अस्ति. तद्भिन्नत्वे सति तद् गतभूयो भूयो धर्मवत्त्वं. यः ब्राह्मणः न स्यात् किन्तु ब्राह्मणसदृशः, अत्र सादृश्यम् अपेक्षितम्. तत् अत्र अब्राह्मणः आनय इति सूत्रे वदति चेत् मनुष्यः एव आनीय आनेतव्यम्. तदेव अशिति प्रत्ययपरे इत्यस्य कथनेन यः परः अस्ति सः प्रत्यय एव प्रत्ययः भवेत्. प्रथमम् असित् इत्युक्तौ अस्ति चिद् भिन्नप्रत्ययः. प्रथमं नियममस्ति प्रत्ययः एव. तदनन्तरं कीदृशं प्रत्ययं चेत् चिद् भिन्न प्रत्यय एव आवश्यकम्. तदेव पर्युदासार्थं सादृश्यम् अपेक्षितम् इत्युक्ते तदेव. तद् भिन्नत्वे सति तद्गत भूयो धर्मत्वं, भिन्नः अस्ति. अब्राह्मणम् इत्युक्ते ब्राह्मणः नास्ति. तद् भिन्नत्वे सति तत् गत भूयो धर्मत्वं. मनुष्यत्वम् इति धर्मः अपेक्षितं. तत्र मृत्तिकां वा बिडालः वा कुक्कुरः वा इति नास्ति. यत्किमपि सस्यं वृक्षः वा इति नास्ति. मनुष्यत्वम् इति धर्मः अपेक्षितं. भिन्नत्वं भिन्नत्वम् अपेक्षितं ब्राह्मणम् इति न, परन्तु तद्भिन्नत्वे सति तद्गत भूयो धर्मत्वम् अपेक्षितम् एव इत्येव अर्थः. समानरीत्या अस्माकम् अशिति प्रत्यये परे इत्युक्ते यः प्रत्ययः तत् शित् नास्ति. एतदेव पर्युदासस्य उदाहरणं. पर्युदासार्थं तत्र सादृश्यम् इति बहु मुख्यमस्ति. प्रसज्य इत्यस्य तादृशं किमपि न आवश्यकम्. प्रसज्य इत्यस्य एकः विधिः यत्र नियमनं नास्ति, अनन्तरं तस्य निषेधः. तदेव प्रसज्य प्रतिषेधः. पर्युदासप्रतिषेधस्य विषये तु एकं सादृश्यं बहु मुख्यम् अस्ति. तत्र सादृश्यम् अपेक्षितम्. एतावत् अवगतवन्तः वा महोदय? अस्तु, अग्रे अपि पठतु. अरुणा भगिनी अग्रे अपि पठति वा? एचः आत्मं तु भवति यङ्लुकि अपि यत्र प्रत्यय एव नास्ति. अतः अस्यां दशायां पर्युदासः न कर्तव्यः, अपि तु प्रसज्यप्रतिषेधः आवश्यकः. यङ्लुकि विषये अत्र आत्मं भवति, परन्तु केन न पर्युदासः न प्रसज्यप्रतिषेध विषय रूपेण सूत्रेण यङ् लुकि लुङ् प्रत्यय नास्ति अपि आन्तं भवति. सत्यं. यदा पर्युदासः आसीत् चेत्, यदा पर्युदासः इति वयं स्वीकुर्मः चेत् तत्र सादृश्यम् अपेक्षितम्. अतः अशिति प्रत्यये परे इत्युक्ते चित् भिन्न किमपि अन्यप्रत्ययः अस्ति चेत् कार्यं भवतु इति अर्थम् आगच्छति. तादृशमस्ति चेत् तत्र यङ्लुकि गै घा इति कदापि न भवति. आदेश उपदेशेशिति इत्यस्य कार्यं कदापि अत्र न भवति. अतः तत्र प्रसज्यप्रतिषेधः एव आवश्यकः. अग्रे भगिनि. अधुना अर्थवत् अधातुरप्रत्ययः प्रातिपदिकमिति सूत्रे पर्युदासप्रतिषेधो वर्तते. अधातुः अप्रत्ययः अप्रत्ययान्तः. आदेश उपदेशे शिति इति स्थितौ पर्युदासप्रतिषेधः वक्तव्यः चेत् अशिति इत्यस्य कथनेन सादृश्यम् इत्युक्तौ कश्चन प्रत्ययः अपेक्षितः यः षित् भिन्नः स्यात्. अथवत् अधातु अप्रत्ययः प्रातिपदिकमित्थितौ अधातु इत्युक्तौ धातुः न स्यात् किन्तु भवेत् किं शब्दः यः अर्थवान् त्रिषु अपि धातोः धातौ प्रत्यये प्रत्ययान्ते अर्थवत्त्वम् अस्ति. एतादृशशब्दः अपेक्षितः यः अर्थवान् परन्तु धातुः प्रत्ययः प्रत्ययान्तश्च न स्यात्. स्वाम्यपि अपेक्षितं भिन्नत्वमपि अपेक्षितम् आहत्य तस्मिन् शब्दत्वम् अपेक्षितं परन्तु धातुं प्रत्यन्तं प्रत्ययान्तं च न भवेत्. शब्दः इत्युक्तौ यः उच्चारितो भवति. भूयो धर्मत्वं यावत् शक्यं समानं स्यात् परन्तु तद्भिन्नत्वमपि स्यात्. तद्भिन्नत्वे सति तद् गतभूयो धर्मवत्त्वम् अब्राह्मणम् आनय तर्हि क्षत्रियः आनेतव्यः न तु शिलाखण्डः. भूयो धर्मवत्त्वं विरलोप कुरो वा चेत् प्राप्त्यं नास्ति. पर्याप्तं नास्ति. न अर्थवत् अधातु अप्रत्ययः प्रातिपदिकं सूत्रम् इति परिदाशपदशेदः भवति. तदेव तदर्थं सूत्रविवरणमस्ति. अधातुः अप्रत्ययः अप्रयान्तः ओके आदेश उपदेशोषति इति स्थितौ पर्युदारपदशेन वक्तव्य भवेत् चेत् अशित् इत्यस्य कथनेन सादृश्यम् इत्युक्तौ कश्चन न अवगतं भगिनि. अत्र आदेश उपदेशे अशित् अत्र प्रत्यय आवश्यकमस्ति. प्रत्यय अपि सादृश्यमपि आवश्यकं यदा पर्युदासः इति स्वीकुर्मः चेत् आदेश उपदेशे शिति इत्यस्य प्रसज्यप्रतिषेधः इति वयं स्वीकृतवन्तः. पूर्वस्मिन् वाक्ये एव आसीत् किल एषः आत्वं तु भवति अङ्लुकि अपि यत्र प्रत्ययः एव नास्ति. अतः अस्यां दशायां पर्युदासः न कर्तव्यः अपि तु प्रतिषेधः आवश्यकः. तदेव पुनः वदति आदेश उपशेषिति इत्यस्य स्थितौ पर्युदासप्रतिषेधः वयं न वक्तुं शक्नुमः. अशित् इत्यस्य कथनेन किं भवति सादृश्यम् इत्युक्तौ कश्चन प्रत्ययः आवश्यकः यः षित् भिन्नः इति न भवेत् किल. शून्यमपि अस्ति चेदपि कार्यम् आवश्यकम् अतः तत्र प्रसज्य प्रतिषेधः. परन्तु अर्थवत् अधातु प्रातिपदिकम् इति अत्र अधातुः अप्रत्ययः अप्रत्ययान्तः इति यदा अस्ति तत्र अधातुः इति यदा वयं वदामः किम् आवश्यकम्? अधातुः इत्युक्ते किं? धातुः भिन्नः कः? शब्दः किल. यः शब्दः अर्थवान् अस्ति तस्य अर्थः भवेत्. अर्थः भवेत् परन्तु धातुः नास्ति. यद् धातुः धातुभिन्नः प्रत्ययभिन्नः प्रत्ययान्तभिन्नः तादृशशब्दः तस्य प्रातिपदिक संज्ञा भवति. तत्र साम्यमपि अस्ति भिन्नमपि अस्ति. शब्द धातुः अपि एकः शब्दः एव किल. अर्थवान् शब्दः एव धातुः अपि. परन्तु अस्मिन् सूत्रे किम् उक्तम्? अधातु अप्रत्यय अप्रत्ययान्त इति उक्तम्. अतः यत्किमपि वयं शब्दं स्वीकुर्मः तद् अर्थवान् भवतु अनन्तरम् अधातु अप्रत्यय अप्रातिपदिकं क्षम्यता अप्रत्ययान्तं भवतु तादृशशब्दस्य प्रातिपदिकसंज्ञा भवति. साम्यमपि अस्ति भिन्नत्वमपि अस्ति. तदेव अब्राह्मणम् आनेय इति वदामः चेत् तत्र क्षत्रियः आनेतव्यः न तु शिलाखण्डः वा अबिडालः वा कुक्कुरः वा. तदेव भूयो धर्मत्वं धर्मवत्त्वं धर्मत्वमपि नास्ति धर्मस्यापि धर्मवत् मनुष्यत्वम् इति धर्मः अपेक्षितः तत्र. तद् तद् भिन्नत्वे सति तद् भूयो धर्मवत्त्वम् अपेक्षितम् इति. अग्रे पठतु भगिनि पङ्क्तिद्वयं. अत्र पर्युदासप्रतिषेधे सादृश्यम् अपेक्षितम्, अप्रसज्जप्रतिषेधे सादृश्यं नापेक्षितं. भगिन्याः लैन् त्रुटितं वा? अस्तु महोदय, आगच्छत् अरुणा भगिनी. क्षम्यतां, परिदासप्रतिषेधे सादृश्यम् अपेक्षितं, तदेव दत्तं. प्रसज्यप्रतिषेधे सादृश्यं न अपेक्षितम्. अत्र प्रत्यय अस्ति वा नास्ति वा आश्चित् अस्ति वा अत्र न आवश्यकं नास्ति. तर्हि प्रकृतौ अर्थवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रे परिदातप्रतिषेधौ वर्तते, स च प्रतिषेधः निषेधः एव. नञ् इत्यस्य कथनेन निषेधेन पृथक् करोति, भिन्नतां करोति. वयम् अवगतं पठितवन्तः पूर्वं. तर्हि अर्थवत् अधातु अप्रत्ययः प्रातिपदिकं परिदासप्रतिषेध कार्यं करोति एव, कार्यं करोति. स प्रतिषेधः निषेधः नै इत्यस्य कथनेन निषेधः भवति. सत्यं, निषेधः एव भिन्नतामपि पृथक् करोति, भिन्नतामपि द्वयमपि तत्र भवति. सम्यक् अवगतवन्तः किल? आं भगिनि, पुनः ध्वनिमुद्रणं श्रुतं. तद् पुनः आगच्छति पर्युदासप्रतिषेधः प्रसज्यप्रतिषेधः इति अग्रे इतोपि एकवारम् आगच्छति. तस्मिन् समये पुनः आगत्य पठामः. इदानीम् अग्रिम वदतु भगिनी, अग्रिमपाठः अस्ति गणम् आधारीकृत्य शत्रन्तप्रातिपदिकनिर्माणं 3 इति, 6A3 इति, तत् पठामः. महोदय पठति वा? अस्ति वा महोदय? अस्मि अस्मि अस्मि भगिनि. गणमाधारीकृत्य अस्तु. गणमाधारीकृत्य शत्रन्तप्रातिपदिकनिर्माणम्. शत्रन्तप्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता गणे गते पाठे. तत्र अस्माभिर्दृष्टं यत् तिंशित् सार्वधातुकम् इत्यनेन षट्प्रत्ययः शत्रुप्रत्ययः सार्वधातुकप्रत्ययः, स च केवलं परस्नेपदिधातुभ्यः विहितः, अपि च कर्तृत्वे एव कर्तरिषप् इत्यनेन कर्तृत्वे सार्वधात्कप्रत्ययः परः अस्ति चेत् धातुतः शप्रत्ययः भवति. अन्यच्च सार्वधात्कलकारेषु नाम लट् लोट् लङ् विधिलिङ् इत्येषु रूपाणि कथं निष्पद्यन्ते इति अस्माभिः ज्ञायते. तत्रापि कर्तार्थे कर्तरिषप् इत्यनेन शप् विकरणप्रत्ययः विहितः. शत्रन्तप्रातिपदिकसमग्रदृष्टिनिर्माणस्य वयं समग्रदृष्टिः जाता गते पाठे. अत्र तिंशि सार्धात्कम् इत्यनेन सूत्रेण तत्र शत्र इति शीत अस्ति इति कृत्वा तत्र साधकसंज्ञा भवति, अपि च स च केवलं परस्परिधातूनाम् एव भवति इति अस्ति, अपि च कर्तृत्वे अपि च परस्मैपदिधातुभ्यः एव भवति इति अस्ति. कर्तरि शप् इति इति इत्यस्य प्रसक्तिः अपि भवति इति अस्ति. अत्र वयं जानीमः तत् सार्धकलकारेषु रूपाणि कथं निष्पद्यन्ते इति वयं जानीमः. तत्रापि कर्तते शाप्रत्यये कर्तरि शप् इत्यनेन शप् विकारप्रत्ययः विहितः भवति. अग्रे षट्प्रत्ययः अजादि अपित् सार्धातुकः लट्लकारे, अन्ति इति सिद्धतिं प्रत्ययः अपि अजादि अपि सार्धातुकः, अतः उभयत्र कार्यं सम्पूर्णतया समानं. गम् युग अत् गच्छत्, गम् युग अन्ति गच्छन्ति. तत्र समानमेव, अत्र गम् धातोः चकारः भवति मकारस्य स्थाने, अत्रापि भवति अपि प्रत्ययपरे सार्वात्क अपि प्रत्ययपरे यानि कार्याणि भवति अत्र शत्रुप्रत्यय अपि अजादि सार्वात्क अपि प्रत्ययः अस्ति इति कृत्वा तत्रापि भवति इति अस्ति. अनन्तरम् उभयत्र धातुगणम् अनुसृत्य यथासङ्गं शपं प्रबाद्य अन्ये विकल्पत्या विहिताः भवन्ति. इत्युक्ते दशसु गणेषु कर्तरिषप् इत्यनेन शप्रत्ययः विहितः, तदा शप्रत्ययं प्रबाधित्वा दिवादिगणे दिवादिभ्य शन् इत्यनेन शन्, स्वादिगणे स्वादिभ्य अश्नु इत्यनेन श्नु, सुदादिगणे सुदादिभ्य श इत्यनेन श, ऋतादिगणे ऋतादिभ्य शम् इत्यनेन श्नम्, तनादिगणे तनादिकृभ्यः उः इत्येन उ इति, क्रियादिगणे क्रयादिगणे क्रादिभ्यः अष्णा इत्यनेन अष्टा प्रत्ययः. अतः कस्यचित् धातुः सार्वात्करकारस्य वा शत्रन्तस्य वा रूपं जिज्ञासामाश्चेत् उभयत्र अस्माकं प्रथमप्रश्नः अयं धातुः कस्मिन् गणे अस्ति इति भवेत्. कर्तरिषप् इत्यस्य प्रसक्तिः अस्ति, अतः अत्र यत्र यत्र कर्तरिषप् इत्यस्य प्रसक्तिः भवति तत् तत्र गणाधारित गणस्य चिन्तनं भवति, धातुः कस्मिन् गणे अस्ति इति अस्माभिः अवगन्तव्यमस्ति. किमर्थमित्युक्ते तत् इदानीं भिन्नगणे अस्ति चेत् शपं प्रपाद्य दिवादिभ्यः शन् इति एतानि अन्यानि एकनपत्यः भवन्ति इति वयं ज्ञातवन्तः पूर्वमपि. अतः शतन्त्रनिर्माणार्थम् अयं धातुः कस्मिन् गणे अस्ति इति अस्माभिः ज्ञातव्यं, यथा सार्वकलाकारे आसीत् तथैव अत्रापि शत्रन्तं शत्रुप्रत्ययः सार्वकृत्प्रत्ययः इति कृत्वा तत्र सामान्यकार्यं भवति इति अस्ति. चिन्तनस्य अग्रे सार्वकलाकारेषु शतन्त्ररूपेषु च इमे दशगणधातुः पुनः द्वयोः गणयोः समूहयोः विभक्ताः. एकस्मिन् धातुगणसमूहे धातुविकरणप्रत्ययसंयोजनम् अदन्तं स्वस्वकारान्तम् अङ्गं निष्पन्नम्, अपरस्मिन् धातुगणसमूहे धातुविकरणप्रत्ययोः संयोजनेन अनदन्तम् अङ्गं निष्पन्नम्. प्रथमधातुगणसमूहे यत्र अङ्गम् अदन्तं भवति चत्वारः धातुगणः गणाः वर्तन्ते, भुवादि दिवादि सुदादि अपि च चुरादि चुरादिगणे येषु चतुर्षु धातुगणेषु धातुविकरणप्रत्ययसंयोजनेन यत् अङ्गं निष्पन्नं तत् सर्वदा अदन्तं भवति. यथा शप् इति अ इति भवति, दिवादिगणे शन् इति य इति अस्ति, चुरादिगणे श इति चुरादिगणे शप्. अतः येषां शत्रन्तप्रातिपदिकस्य निर्माणप्रक्रिया सदा समाना इति. तदेव प्रथमगणसमूहः किल, अकारान्ताङ्गम् अस्तु भवति. तर्हि भुवादिगणे भूयोग शप् भव योग शत्र भवयोग अत् अत्र भवत् इति भवति अतोगुणिसूत्रेण, तत्र पूर्वरूप पूर्वपरयोः क्षम्यता पररूपादेशः भवति अतोगुणित्रेण. दिवादिगणे नृत्ययोग शन् इति नृत्य नृत्ययोग शत्र नृत्यत् इति भवति, तत्र पररूपादेशः भवति अतोगुणित्रेण अकारकारयोः. तुदादिगणे तुदयोग श तुदा तुदयोग अत् तुदत् इति रूपं. चुरादिगणे चुरुयोग णिच् चोरी चोरियोग शप् चोरय इति भवति. इदानीं चोरी इति धातुः शप् विकर्णप्रत्ययः भवति, चोरय चोरय शत्र चोरयत् इति रूपं भवति अतोगुणे इत्यनेन तत्र पररूपादेशः भवति. णिचि तत्र उपादायाङ्गुणः भवति, अनन्तरं ङि इति भवति इति अस्ति. चोरि इति चोरि इति चोरियोग शप् इत्यस्मिन् अपित् अस्ति कृत्वा सारि शप् खलु सारि चोरियोग शप् इति चोरय इति भवति, पित् अस्ति इति कृत्वा सत्यं गुणः भवति गुणः भवति. अग्रे अतो गुणे इति अपदान्तात् अतः गुणे परे पूर्वपरयोस्थाने एकः पररूप एकादेशः स्यात् अनुवृत्तिसहितसूत्रमस्ति. अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अपदान्तात् अकारान्तात् अपदान्त भवेत् अदन्तमन्दं भवेत् तत्र गुणे वर्णे परे पररूपादेशः भवति इति अस्ति अतो गुणे चतुर्थ षष्ठ अध्यायस्य प्रथमपादस्य नवसप्ततिः आम् सत्यम् वृद्धिरेचि अकसवर्ण्यदीर्घः इत्यस्य अपवादसूत्रम् अतो गुणे अग्रे महोदय आम् सत्यम् आ ए ओ गुणः किल भवति एव आयोगः आ तत्रापि भवति यदा वयं सिद्धतिङ्प्रत्ययः साधितवन्तः मूलतः तत्र अतोगुणे सर्वत्र वयं दृष्टवन्तः किल बहुत्र सर्वत्र न बहुत्र अन्ति इत्यस्मिन् बहुवचने अन्यत्र आहत्य शत्रन्तप्रातिपदिकस्य निर्माणे येषु तत् चतुर्षु धातुगुणेषु साम्यम् अस्ति यतोहि धातुः धातुविकरणप्रत्ययोः संयोजनेन अदन्तमङ्गं निष्पन्नं भव नृत्य तुद चोरय चतुर्णाम् अन्तिमः वर्णः ह्रस्वः अकारः चतुर्णाम् अपि अङ्गम् अदन्तम् इति कारणेन ततः अग्रे चतुर्णां कार्यं समानम् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः परन्तु तस्मात् प्राक् यत् विकरणनिमित्तिकं कार्यम् अस्ति धात्वङ्गे तत् विद्यते विकरणभेदात् अस्तु वयं जानीमः तद् विकरणप्रत्ययेन यत् कार्यं भवति तद् भवति एव भवति अस्ति तत्र भवति अनन्तरम् अतो गुणे इत्यस्य कार्यं भवति अस्तु अत्र अदन्तमङ्गे अदन्ताङ्गेषु आहत्य प्रथमदृष्ट्या चतुर्णां साम्यम् अतः चत्वारः मिलित्वा एकः धातुगणसमूहः द्वितीयदृष्ट्या चतुर्षु भिन्नता तु अस्ति विकरणभेदात् एतत् आधारेण प्रथमधातुगणसमूहस्य कार्यं द्वितीयधातुगणसमूहस्य कार्यं च पृथक्तया वीक्ष्यते अस्माभिः पुनः प्रथमधातुगणसमूहे चतुर्षु भेदः विकरणभेदात् अतः चतुरः गणान् पृथक् कृत्वा परिशीलयिष्यामः तस्मात् परमेव क्रमेण द्वितीयगणसमूहस्य इत्युक्ते अनदन्त अङ्गानाम् अनदन्तानाम् इत्येषां गणानां प्रातिपदिकनिर्माणप्रक्रियाम् अवलोकयामहे एव तत्र अवलोकामहै इति तत्र अतो बिस् ऐस् न भवति किं सूत्रमासीत् अतोपि चाय् सुबन्तानां कृते रामैः ऐ एत एत ऐ एत ऐ प्रायः अतः तदा यदा वयं तत्र दृष्टवन्तः तादृशमेव अत्रापि धातुगणसमूहद्वयं 1, 4, 6, 10 इति प्रथमगणसमूहः द्वितीयगणसमूहे सर्वे अनदन्तानां कृते द्वितीयगणसमूहः तादृशमेव समानकार्यम् इत्युक्ते तत् प्रातिपदिकनिर्माणप्रक्रियायामेव तादृशचिन्तनम् अनन्तरं वयं सुबन्तं योजयामः तद् अनन्तरम् आगच्छति अतः प्रकर्तरीषत् अनन्तरं किं भवति इति पश्यामः अस्तु भगिनी पठति वा उषा भगिनी धन्यवादः महोदय आं भगिनि आरम्भात् प्राक् कर्तरि शप् इत्यस्य को अर्थः शत्रुप्रत्यय शत्रुप्रसङ्गे इति पश्येम. शत्रुप्रत्यये परे सर्वत्र शप् कर्तरि शप् धातुतः शप् प्रत्ययः भवति. कर्तृतक सार्वधातुकप्रत्यये परे कर्तरि सप्तमीयन्तं शप् प्रथमान्तं द्विपदमिदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च ओ अधिकारः. धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति सूत्रं वदति. धातोः धातुः परः शप् प्रत्ययः अस्ति चेत् कर्त्रार्थे सार्वधातुके प्रत्ययः शप् प्रत्ययः अस्ति चेत् कर्त्रार्थे शप् प्रत्ययः परः सार्वधातुके अस्ति चेत् कर्त्रार्थं विधीयते. सार्वधातुकप्रत्यये परे धातुतः शप् विधीयते. शप् एव प्रथमान्तं किल, तदेव कर्तरि इति सप्तमीयन्तं. कर्तृतकसार्वधातुकप्रत्यये परे धातुतः शप् प्रत्ययः भवति. कर्तरि नाम किम्? कस्मिंश्चित् वाक्ये क्रियापदं कर्त्रर्थे चेत् पूर्णवाक्यं कर्तरिप्रयोगं भवति. अतः तिङन्तप्रसङ्गे कर्तरि नाम वाक्यस्तरे कर्तरिप्रयोगः. वाक्यं भावे प्रयोगे वा कर्मणि प्रयोगे वा चेत् शप् प्रत्ययः न विधीयते. अधुना कृदन्तप्रसङ्गे व्यवस्था भिन्ना. अधुना कृदन्तप्रसङ्गे व्यवस्था भिन्ना, यतोहि कृदन्तं विशेषणं न तु क्रियापदम्. आम्, कृदन्तं कर्त्रर्थे कर्मणि अर्थे इत्यनेन केवलं शब्दस्तरे सूचना, न तु वाक्यस्तरे. कृदन्तं कर्त्रर्थे चेत् यस्य पदस्य विशेषणं तेन सह कर्तृसम्बन्धः. यदा गच्छन् बालकः इत्यस्मिन् द्वयोः पदयोः कर्तृसम्बन्धः. यः गच्छति सः बालकः इत्यर्थः. किन्तु वाक्यस्तरे अयं बालकशब्दः कर्तृपदं, कर्मपदम् अथवा अन्यत् किमपि करणकारकं, सम्प्रदानकारकम् इत्यादिकम् अथवा अन्यत् किमपि अर्हति. अतः वाक्यस्तरे न कापि सूचना, न कोऽपि सम्बन्धः. अहं गच्छन्तं बालकं पश्यामि इत्यस्मिन् वाक्ये बालकशब्दः कर्मपदं, तथापि गच्छन्तं बालकम् इत्यनयोः कर्तृसम्बन्धः भवति. यः बालकः गच्छति इत्यर्थः. वाक्यस्तरे यः बालकः गच्छति तम् इति. अतः वृत्तान्ते शत्रुप्रत्ययः कर्त्रर्थे तु अस्ति एव, परन्तु वाक्यं कर्मणि प्रयोगे अर्हति. मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते. अत्र वाक्यं कर्मणि प्रयोगे खादन् पुत्रः कर्मपदं च. कर्तरि नाम किम् इति विवरणं दत्तं. कस्मिंश्चित् वाक्ये क्रियापदं कर्तृते चेत् पूर्णवाक्यं कर्तरिप्रयोगं भवति. आं भगिनि, क्रियापदं कर्तृते चेत् पूर्णवाक्यं कर्तरिप्रयोगः भवति. अतः तिङन्तप्रयोगे कर्तरि नाम वाक्यस्तरे कर्तरिप्रयोगः. ओके, तिङन्तप्रयोगे कर्तरि नाम वाक्यस्तरे कर्तरिप्रयोगः. वाक्यं भावे प्रयोगे वा कर्मणि प्रयोगे वा चेत् शप्रत्ययः न विधीयते. शप्रत्ययः विधीयते चेत् कर्तरिप्रयोग या कस्मिंश्चित् वाक्ये क्रियापदं कर्तृत्वे विधीयते चेत् कर्तरिप्रयोगम् एव भवति. ओके, कर्मणि प्रयोगे भावे प्रयोगे शप्रत्ययः न विधीयते. अधुना कृतन्तप्रसङ्गे व्यवस्था भिन्ना, यतोहि कृतन्तं विशेषणं न तु क्रियापदम्. कृतन्तप्रसङ्गे अत्र शतृप्रत्ययप्रसङ्गे शतृप्रत्ययान्तं विशेषणमेव भवति, क्रियापदं न तु सूच्यते, न तु सूचयति. कृतन्तं कर्त्रर्थे कर्मणि अर्थे इत्यनेन केवलं शब्दस्तरे सूचना, न तु वाक्यस्तरे. ओके, वाक्य कृतन्तम् अत्र शतृप्रत्ययान्त शब्दः शब्दस्तरे एव सूचना भवति, वाक्यस्तरे न तु भवति. कृतन्तं कर्त्रर्थे चेत् यस्य पदस्य विशेषणं तेन सह कर्तृसम्बन्धः. यस्य पदस्य कर्तृ कृदन्तं विशेषणं भवति तेन सह कर्तृसम्बन्धः. आं भगिनि, तेन सह कर्तृसम्बन्धः. यदा गच्छन् बालकः इत्यस्मिन् द्वयोः पदयोः कर्तृसम्बन्धः, गच्छन् अपि कर्तृसम्बन्धः अस्ति, बालकः अपि कर्तृसम्बन्धः अस्ति. यः गच्छति सः कर्तृसम्बन्धः, यः गच्छति सः इत्यर्थः कर्तृसम्बन्धः अस्ति. आं भगिनि, गच्छति अपि कर्तृसम्बन्धः, बालकः अपि कर्तृसम्बन्धः. किन्तु वाक्यस्तरे अयं बालकशब्दः कर्तृपदं, बालकः गच्छति इति समये बालकः इति कर्तृपदम् अस्ति. अथवा अन्यत् किमपि करणकारकं सम्प्रदानकारकम् अपि भवितुम् अर्हति बालकः इति शब्दः. आं भगिनि, अतः वाक्यस्तरे न कापि सूचना, न कोऽपि सम्बन्धः. किन्तु वाक्यस्तरे न कापि सूचना, न कोऽपि सम्बन्धः. ओके, करणकारकम् अस्ति चेत्, करणकारकम् अथवा सम्प्रदानकारकम् अस्ति चेत् वाक्यस्तरे न कापि सूचना, न कोऽपि सम्बन्धः, कर्तृसम्बन्धः एव अस्ति इति. न तादृशं नास्ति. तत्र अस्माकं कृदन्तकर्तृर्थे इति यद् अस्ति पदस्य विशेषणं, विशेषणविशेषसम्बन्धः, तद् केवलम् अस्माकं पदस्य विषये एव, not in a sentence. But अत्र भगिनि अयं बालकशब्दः कर्तृपदं कर्मपदम् अथवा अयत् किमपि लैक् अर्हति, लैक् दट्स् वाट् ऐ वास् सेयिङ्ग् भगिनि. करणकारकं वा सम्प्रदानकारकम् इति भवितुम् अर्हति, बट् वाक्यस्तरे न कोऽपि सूचना, न कोऽपि सम्बन्धः. लैक् विवक्षा हियर् भगिनि, दट् लैन्, अतः वाक्यस्तरे न कापि सूचना, न कोऽपि सम्बन्धः. यु हव् टु डू द अन्वया वित् द प्रीवियस् सेण्टेन्स्. यदा गच्छन् बालकः इत्यस्मिन् द्वयोः पदयोः कर्तृसम्बन्धः, यः गच्छति सः इत्यर्थः, तत्र यु हव् टु टेक् दट् देर्. सो विवक्षा इस् दे वाण्ट् टु से दट् पदस्य विषये विशेषणं भवति, वाक्यस्तरे किमपि तावदेव, वाक्यस्तरे तस्य विषये कोऽपि सम्बन्धः वा सूचना वा किमपि नास्ति. अहं गच्छन्तं बालकं पश्यामि इत्यस्मिन् वाक्ये बालकशब्दः कर्मपदम्. आं भगिनि, तथापि गच्छन्तं बालकम् इत्यनयोः कर्तृसम्बन्धः भवति. आम्, यः बालकः गच्छति इत्यर्थः, वाक्यस्तरे यः बालकः गच्छति तम् अहं पश्यामि इति भवति. अतः वृत्तान्ते शतृप्रत्ययः कर्त्रर्थे तु अस्ति एव, परन्तु वाक्यं कर्मणि प्रयोगे भवितुम् अर्हति. उदाहरणं दत्तं, मात्रा मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते, मात्रा कथां मात्रा श्राव्यते. ओके, मात्रा इस् मेकिङ्ग् द पुत्रः लिसन् टु द कथा टु द पुत्रः ईटिङ्ग् भोजनं. न न मात्रा इति विभक्तिः का? मात्रा तृतीया विभक्ति भगिनी. वै द मात्रा वै मातुः कथां श्राव्यते, कथां शी इस् मेकिङ्ग् द पुत्रा लिसन् इति सत्यं. तत्र पुत्रस्य विषये विशेषणमस्ति खादन् खादन् पुत्रः भोजनं खादन् पुत्रः सत्यं. सम्यक्. कर्मणि प्रयोगः अत्र वाक्यं कर्मणि प्रयोगे खादन् पुनः कर्मपदं च. आं भगिनि, पुनः पुत्रः खादन् पुत्रः कर्मपदं च. ओके सत्यम्. कृतन्तं कर्मणि अर्थे चेत् कृतन्तं कर्मणि अर्थे चेत् यस्य पदस्य विशेषणं तेन सह कर्मसम्बन्धः. आं भगिनि, कर्मणि अर्थे. ओके, यथा वक्तव्या कथा वक्तव्या कथा, अत्र कथा स्वयं वदति इति न अर्थः, अपि तु या कथा उच्यते सा केनचित् वक्तव्या. अतः तव्यत् प्रत्ययः कर्मणि अर्थे अस्ति न तु कर्त्रर्थे. वक्तव्या कथा, वक्तव्या इति तव्यप्रत्ययः कर्मणि अर्थे अस्ति. ओके, द कथा शुड् बी सेड्. ओके ओके, अपि च सा वक्तव्या कथा वाक्यस्तरे कर्तृपदं कर्मपदं किमपि भवितुम् अर्हति. ओके ओके, इयं वक्तव्या कथा समीचीना, इयं वक्तव्या कथा समीचीना, अनया एव वक्तव्यया कथया शिशोः निद्रा आगता. ओके, इयं वक्तव्या कथा समीचीना. ओके, इयं वक्तव्या कथा समीचीना, अनया एव वक्तव्या कथया शिशोः निद्रा आगता. ओके, कर्म ओके, अपि च सा वक्तव्या कथा वाक्यस्तरे कर्तृपदं कर्मपदं किमपि भवितुम् अर्हति. ओके, इयं वक्तव्या कथा समीचीना इति वाक्ये इयं वक्तव्या कथा समीचीना, सो कर्तृपदं सत्यं कर्तृपदम्, अनया एव वक्तव्यया कथया देर् इट् इस् कर्मपदम्, अनया एव वक्तव्यया कथया शिशोः निद्रा आगता. ओके ओके भगिनि, अग्रे पठामि वा भगिनि? वक्तव्यया कथया इति तृतीया किल? आं भगिनि, या वक्तव्यया कथया, या वक्तव्यया कथया, बै दिस् स्टोरी विच् हेस् टु बी टोल्ड् या देन् दिस् द बेबी वुड् स्लीप् सम्थिङ्ग् लैक् या निद्रा आगता. अत्र करणकारकं शिशोः निद्रा आगता, निद्रा इति कर्मपदम्, आगता इति तस्य विशेषणम् आगता निद्रा. शिशोः निद्रा, शिशोः इति षष्टि, शिशोः निद्रा, वक्तव्यया कथया, वक्तव्यया कथया तस्य कर्तरि प्रयोगः वक्तव्यया कथया, अनया वक्तव्यया कथया, बै दिस् स्टोरि विच् हेस् टु बि टोल्ड् सम्थिङ्ग् लैक् दट् या. सो कर्तृपदमेव किल, अनया एव वक्तव्यया कथया, विच् हेस् टु बि टोल्ड्. यः कथा वक्तव्या, या कथा वक्तव्या, वक्तव्या तया तया तया शिशोः निद्रा निद्रा आगता. ओके सत्यं समीचीनमेव. कर्तृपदमेव किल कर्तृपद. ओ ऐ से अनया एव वक्तव्यया कथया. ओके वक्तव्यया कथया. The sentence formation is anaya iti anaya ityanena eva so tatra brahmah janayati anaya by this katha. By this then vakyastare kartrupadam karmapadam kimapi bhavitum arhati. Okay iyam vaktavya katha samichina tattu samyak eva asti tatra karmapadam vaktavya katha iti karmapadam karmapadam ya समीचीना इति तस्य लिङ्गम् अनुसरति. कथा कथा इति स्त्रीलिङ्गपदं सो समीचीना भवति. ओके अनया एव वक्तव्यया कथया कथया. निद्रा आगता तत् सम्यक्. निद्रा इति कर्मपदम् आगता इति तत् स्वीकृत्य आगच्छति. शिशोः इति षष्ठी. अनया एव अनया इति इयम् इत्यस्य तृतीया वा तृतीया तृतीया. अतः वक्तव्या कथया इति कारणम् अस्ति वा कर्तृ महोदय किं वदति? अनया एव वक्तव्यया कथया करणार्थे करणार्थे चिन्तयामः. तदेव अस्माकं गृहपाठः अद्य चिन्तनं. अस्तु आगत्य तिङ् प्रसङ्गे अपि कृत् प्रसङ्गे अपि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति. व्यवहारः भिन्नः. आं भगिनि शत्रुप्रत्ययः कर्त्रर्थे अपि च शत्रुप्रत्ययः कर्त्रर्थे अपि च तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः. आं भगिनि अतः सर्वत्र कर्तरि शप् इत्यनेन धातु शत्रुप्रत्ययोः मध्ये शप् विकरणप्रत्ययः विहितः. ओके तिङ्प्रसङ्गे अपि कृत्प्रसङ्गे अपि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति. कृत्प्रसङ्गे व्यवहारः भिन्नः इत्यनेन विशेषणं सूच्यते. तिङ्प्रसङ्गे कर्तरि शप् इत्यनेन कर्त्रार्थे वाक्यस्तरे भवति इति विशेषणं भवति. शत्रुप्रत्ययः कर्त्रार्थे अपि च तिङ्क्षित् सार्वधात् शत्रु इति शः अस्य प्रत्यये शः श इति इत् कारणेन तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति. कर्तरि शप् इत्यनेन धातुशत्रुप्रत्ययोः मध्ये शप् विकरणप्रत्ययः विहितः. आम् सम्यक्. एकः एव परिच्छेदः. अरुणा भगिनी तत् पठति वा तस्मात् अनन्तरं वयं समापयामः. सत्रन्तपाद्यपदिकस्य निर्माणप्रक्रिया. सत्रन्तपाद्यपदिकस्य निर्माणार्थं द्वे सोपाने स्तः. प्रथमसोपानं विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीय सोपान अस्ति शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं. प्रथमे धातु अङ्गकार्यं तदा प्रथमं विकरणप्रत्ययनिमित्तक अङ्गकार्यं. विकरणप्रत्यय अस्ति शप् अस्ति शत्रुविषये कर्तृषु तिंशिकसार्वजातिके सूत्रेण कर्तरि शप् आगच्छति विकरणप्रत्यय. ततः विकरणप्रत्यय निमित्तकम् अङ्गकार्यं गुणकार्यं मध्ये अस्ति चेत् गुणकार्यं भवति. शत्रुप्रत्यय तदनन्तरं शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तदागच्छति अग्रिमकरपत्रे तदेव अस्ति. ओके प्रथमे धातुगणसमूहे भुवादौ द्विवादौ त्रिदादौ चुरादौ धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तत् सदा अदन्तम् अपः शत्रुप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति. अस्य धातुगणसमूहस्य सत्रन्तरूपाणि प्रथमम् अवलोकनीयानि. तदा द्वितीयधातुगणसमूहस्य इच्छामहे यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यं तदेव प्रथम चतुर्थ धातु गणनां धातु विकरणप्रत्ययमेलनेन अदन्ताङ्गं निष्पन्नं भवति. अत्र किमपि कार्यं नास्ति. प्रथमं वयं पठितुं अदन्तदा स्वतन्त्ररूपाणि प्रक्रिया पठामः. तदनन्तरं द्वितीयगण धातुगणसमूह वयं परीक्षेम. सत्यं तत्र एव किञ्चित् कार्यं कानिचन कार्याणि सन्ति. अङ्गकार्यं द्वितीयगणसमूहे एव. प्रथमगणसमूहे इदानीं यदा वयं दृष्टवन्तः अतो गुणे इति एकं वर्णनिमित्तिकं कार्यमेव अस्ति. तत्र अङ्गकार्यं किमपि नास्ति. तदेव सम्यक्. गणम् आधारीकृत्य शास्त्रान्तप्रातिपदिकनिर्माणम् इति समाप्तम्. अग्रिमसप्ताहे भुआदिगणे तद् प्रथमगणसमूहे किं भवति इति पश्यामः. समीचीनम्. अद्य समापयामः वा? धन्यवादः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. नमस्ते भगिनि. नमस्ते. Mm-hmm.